अदादिगणे हलन्तधातवः इति विषयः इदानीमपि प्रवर्तते. तत्र अस्थातुपर्यन्तम् अस्माभिः गतवर्गे पठितम् अस्थातु सकारान्त अस्थातु. इदानीं नूतनधातुः अस्ति हकारान्तधातुः दुह दुहधातु. दुहधातुः इति हकारान्तधातुः अस्ति. तर्हि हकारान्तधातोः कृते अस्माभिः पूर्वे एव सूत्राणि पठितानि. कोडः महोदय न सम्यक् श्रूयते महोदय. इदानीं न्यूनं वाय्स् न्यूनमस्ति. इदानीं श्रूयते वा? ओके. न श्रूयते चेत् वदतु. अहं तु फुल् श्रूयते श्रूयते परन्तु न्यूनं शब्दः न्यूनमेव अस्ति. न्यूनमेव अस्ति वा? किमस्ति? कनेक्षन् अहं चेञ्ज् करोमि वा? एकनिमिषः. इदानीं इदानीं सम्यक् अस्ति. सम्यक् अस्तु. तर्हि दुहधातु इदानीम् आरभामहे. मीना महोदय पठतु हकारान्त दुहधातु. हकारान्त दुह् दुह् दुह् धातुः उभयपदे प्रपूरणे अङ्गकार्यं हलादिपित्सु उपदायां लघु इकः गुणः. दुःख् इति पुगन्धलघुपदस्य इति सूत्रेण दोह् योगः अति तदनन्तरं दोग्धि भवति सन्धिकार्यम्. अजादिपित्सु उपदायां लघु इकः गुणः. दुःख् आनि पुगन्धलघुपदस्य दोह् आनि दोहानि एव. हलादि अपित्सु ङिति च गुणनिषेधः दुःखतः सन्धिकार्यमः दुग्धः. अजादि अपित्सु ङिति च गुणनिषेधः दुग् दुः अन्ति वर्णमेलनमेव दुहन्ति. सन्धिकार्यं दकारादि हकारान्तधातूनां सन्धिकार्यं चतुर्विधम्. दकारादि हकारान्तधातुतः तकारादि ठकारादि च प्रत्ययानां योजनविधिः. तकारादि ठकारादि च प्रत्यये परे दकारादि हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति धातेर् धातो घ इत्यनेन सूत्रेण. अधुना प्रत्ययः जश् परतः सन्ति. अतः प्रत्ययादौ स्थितस्य तकारस्य तकारस्य च धकारः आदेशो भवति. जशन्तोस्ततो ततो धो अधः इति सूत्रेण जशन्तो विस्मृतं महोदय सूत्रं विस्मृतम्. अधुना धातु परतः जशन्त नास्ति जशस्त जशस्ततोर्घो धोरदः जशस्ततोर्धोवदः. अधुना धातु परतः जश् अस्ति थकारः. अतः धात्वन्ते घकारस्थाने तृतीयादेशः भवति जलां जस् जशि इति सूत्रेण. जश्व सन्धि सन्धि इति दुः योगहति गुणकार्यं दोः योगहति दादेर् धातो गः इत्यनेन इस्य स्थाने घकारः आदेशः. धोग् योगहति जशस्ततो धो धोरदः इत्यनेन इत् स्थाने इग् आदेशः दोग् धी भवति. जलां जश् इत्यनेन घकारस्य स्थाने गकारः आदेशः दोग् धि भवति धुग्धि दुः योगः ठः दादेर्धातो गः धुग् योगः ठः जषस्ततोर्धोदः दुग् योगः घः घः धः तकारस्य धकारः भवति तदनन्तरं जलां जश जशि इति सूत्रेण दुग्धः भवति दुग्धः भवति तर्हि दादेर् धातोर्गः सूत्रं परिचितं किं सूत्रं किं वदति दादेर्धातो गः सूत्रं पश्यामि वा न न वदतु दादेर् दा दा दा दादेर् धातोः दकारः आदि भवति वा दादेर् धातोः धा धातोः धकार अपि च धकार धातोः गकारः भवति न दादेर् धातोर्गः दकारादि धातोः हकारस्य स्थाने घकारः भवति होडः इति सूत्रात् हः इति अनुवृत्तिः भवति होडः इति सूत्रं किं वदति झल्परे हकारस्य डकारः भवति परन्तु दकारादि धातुः अस्ति चेत् झल्परे हकारस्य घकारः भवति इति अस्ति ढकारः न भवति अपि तु घकारः भवति दकारादि धातोः गः भवति तादृशमेव वा घकारः भवति पदा झलि पदान्ते तदनन्तरं जश् प्रत्ययः अस्ति चेत् इदानीम् अन्ते घकारः अस्ति चतुर्थवर्णः अस्ति अतः झश् प्रत्याहारे अस्ति खलु थकारयोः घकारः भवति तदनन्तरं घकारः भवति ध ध धकारः भवति थकारथकारयोः धकारः भवति अधः अधः किमर्थम् अधः इत्युक्ते धा धातु अस्ति चेत् धा धातु अङ्गमस्ति चेत् तत्र न भवति यथा धा धातु जुहोत्यादिगणे अस्ति खलु दधा इति रूपं भवति तत्र धकार अस्ति अन्ते तस्य अनन्तरं यदि तकार थकार अस्ति चेत् तयोः स्थाने धकार न भवति इति तर्हि अधः इत्युक्ते धा धातुं वर्जयित्वा डकारः पूर्वमेव अस्ति तस्मादेव वा पूर्वमस्ति किं थकारथकारयोः धकारः भवति अधः किमर्थम् इति चेत् धकारः पूर्वमेव अस्ति धातौ इत्येव वा धातौ दकारः अस्ति हकारः अस्ति घकारः अस्ति धकारः कुठे कुत्र अस्ति अपि च धकार धातौ न भवति प्रत्ययस्य आदिमवर्णस्य धकार भवति प्रत्ययस्य तकारधकारयोः धकार भवति अधः इति किमर्थम् इति इदानीमेव मया उक्तं खलु धा धातुः अस्ति चेत् तत्र इस्य सूत्रस्य कार्यं न भवति ज्योत्यादिगणे धाधा भवति तदनन्तरं दधा भवति तत्र इदानीं दधा इति आकारस्य लोपः भूत्वा दध् इति भवति खलु दध् तत्र धकारान् दध् इति भवति परन्तु तस्य थकार अस्ति चेदपि अनन्तरं तकार थकार अस्ति चेदपि तस्य धकार पुनः न भवति पुनः न भवति अस्तु तर्हि इति अस्ति एकं प्रश्नाः सन्ति वा कस्यापि अस्तु इदानीं सुवर्णा महोदय पठति वा नमो नमः गुरुजी अहं पठामि व्याकरणं न जानामि अस्तु पठतु दकारादि हकारान्त धातुतः सकारादि प्रत्ययानां योजनविधिः। सकारादि प्रत्यये परे दकारादि हकारान्त धातोः धात्वन्तस्य हकारस्य स्थाने घकारदेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण। तदा आदौ स्थितस्य दकारस्य घकारदेशो भवति एकाचो वशो भष् झषन्तस्य रद्धोः इत्यनेन। खर् परे अस्ति अतः खरि च इत्यनेन घकारस्य स्थाने ककारादेशो भवति। कवर्गीयवर्णः पूर्वम् अस्ति अतः आदेशप्रत्यययोः इत्यनेन स्थाने षत्वम्। दुह सि गुणकार्यं दोह प्लस् सि दादेर्धातोर्घः दोघ् सि एकाचो वशो भष् झषन्तस्य रद्धोः धोघ् सि खरि च धोक् सि आदेशप्रत्ययोः धोक् षि धोक्षि। किं प्रथमं तु दादेर्धातोर्घः तु कार्यं करोति एव, सकार अपि झल् प्रत्याहारे अस्ति, अतः दादेर्धातोर्घः इति सूत्रं किं वदति, पुनः दकारादि धातु यस्य अन्ते हकारः अस्ति चेत् पदान्ते अथवा झलि परे हकारस्य स्थाने घकारः भवति। दुह मध्ये दकारादि अस्ति, हकारः अन्ते अस्ति, अतः स्थाने घ भवति इति प्रथममस्ति। तदनन्तरम् इदानीम् अन्ते चतुर्थवर्णः अस्ति, झष् वर्णः अस्ति, तर्हि झष् वर्णः अस्ति तस्यानन्तरं किमस्ति, द्वोः नाम सकारादिप्रत्ययः अपि च ध्व ध्वम् इति प्रत्ययः अस्ति चेत् किं भवति, एका तु बशो बश्, बश् स्थाने नाम तृतीयवर्णस्य स्थाने भष् भवति, चतुर्थवर्णः भवति, थ्री फोर् तत्र फोर् फोर् भवति इति अस्माभिः पठितं खलु। तर्हि दुःख् इति अस्ति, अत्र प्रथमे तृतीयवर्णः अस्ति दकारः, अन्ते झषन्तवर्णः अस्ति घकारः, चतुर्थवर्णः अस्ति, तस्यानन्तरं सकारादिप्रत्ययः अस्ति, अतः दकारस्य स्थाने यः बश् बश् बश् वर्णः अस्ति तस्य स्थाने भष् भवति, नाम चतुर्थवर्णः भवति। दकारस्य चतुर्थवर्णः कः? दकारस्य चतुर्थवर्णकः अहं न जानामि। दकार त थ द तस्य चतुर्थवर्णः अतः दकारः भवति। तदनन्तरं वस्तुतः अत्र दोषः अस्ति, खरि च इति अनन्तरं कार्यं करोति, आदेशप्रत्ययः प्रथमं कार्यं करोति, यतोहि पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति, आदेशप्रत्ययोः पूर्वसूत्रमस्ति, अतः खरि च तस्मात् पूर्वम् आदेशप्रत्ययोः कार्यं करोति। इदानीं धोक् अस्ति, धोक् धोग् योगः सि, इण्कोः अस्ति, घकारः कवर्गी अस्ति, तस्यानन्तरं प्रत्ययस्य सकारः अस्ति, अतः किं भवति, आदेशप्रत्ययेन षत्वं भवति, धोक् योगः षि, धोक् योगः षि। तदनन्तरं खरि च इति सूत्रेण खर् प्रत्याहारे षकारः अस्ति, अतः घकारस्य स्थाने ककारः भवति, प्रथमवर्णः धोक् योगः षि धोक्षि इति भवति। अवगच्छन्ति वा सर्वे? प्रश्नः अस्ति वा? अस्तु, नास्ति चेत् अग्रे गच्छामः। विजया महोदय अस्ति खलु? ध्वनिः इदानीं श्रूयते वा? इदानीं श्रूयते महोदय, श्रूयते विजया महोदय, भवती पठति वा अद्य? नास्ति, अस्तु मदर् महोदय पठतु अग्रे। अकारान्त दुग् धातु, दुह् धातु उपपदि उपयपदि प्रसु आरम्भात् न अग्रे द्वितीयबिन्दु धकारादिप्रत्ययानां योजने कुत्र महोदय? हा दकारादि हकारान्त धातुतः सकारादिप्रत्ययानां योजने दकारादि हकारान्त पठितं महोदय, न पठितं दकारादि तृतीयबिन्दु न पठितं महोदय। दकारादिप्रत्यय दकारादि हकारान्त धातुतः दकारादिप्रत्ययानां योजनविधिः दकारादिप्रत्यये परे दकारादि हकारान्त धातोः द्वात्वान्तस्य हकारस्य स्थाने गकार आदेशो भवति दादे धातो गः इत्यनेन सूत्रेण द्वात्वान्ते गकारस्थाने तृतीय आदेशो भवति जलां जश् जशि इति सूत्रेण जश्व सन्ति इति दुः योगः हि अस्ति हुजल्भ्यो हेदिः इत्यनेन हकार हि दि भवति ततः दादे धातोर्गः इत्यनेन हकारस्थाने गकारादेशः भवति दुक् योगः दुग् योगः दि तदनन्तरं जलां जशान् जलां जश् जशि इत्यनेन गकारस्थाने तृतीयसदस्य गकारादेशः भवति दुक् यो दुग् योगः दि दुग्धि दुग्धि अत्र तदन् अत्र दुग् योगः हि अस्ति हूजल्भ्यो हेदिः इत्यनेन हि स्थाने दि भवति तदनन्तरं दादे धातोर्गः इत्यनेन हकारस्थाने गकार भवति तदनन्तरं जलां जश्चषि इत्यनेन गकारस्थाने तृतीय गकारः भवति दुः योगः दि अन्तिमरूपं दुक्ति दुक्ति इति भवति दकारादि हकारान्तधातुतः द्वे प्रत्ययस्य योजनविधिः द्वे प्रत्यये परे दकारादि हकारान्तधातोः धात्वान्तस्य हकारस्य स्थाने गकारादेशो भवति दार्धे धातो गः इत्यनेन सूत्रेण द्वे प्रत्यये परे एकनिमिषं तर्हि किं भवति दादेर् धातोर्गः तु भवति एव सर्वदा झल्परे अस्ति कि दुग्योगः झि इदानीं किं भवति झलां झषि इति एव भवति घकारस्थाने गकारः भवति तुग्धि इति अस्ति किमपि कार्यं नास्ति अस्तु इदानीं धकारादिप्रत्यये परे तु अस्ति इति किमपि कार्यं नास्ति प्रायः केवलं दादे धातुर्गः जलां जजसि परन्तु द्वे प्रत्यये परे विशिष्टकार्यं भवति इति पठतु अग्रे महोदय अधुना एकाच् बशो आदि शशन्तधातोः जशन्त कुत्र अस्ति धकारादि हकारात् धातुः द्वे प्रत्ययस्य योजनविधिः द्वे प्रत्यये परे दकारादि हकारान्तधातोः धात्वान्तस्य हकारस्य स्थाने गकारादेशो भवति दादे धातुर्गः इत्यनेन सूत्रेण तदनन्तरम् अधुना एकाच् बशादि जशान्तधातु जातः अतः एकाचो बशो बश् जशन्तस्य स्तोः इत्यनेन आदौ तृतीयसदस्यस्य स्थाने चतुर्थसदस्य आदेशः भवति अत्र एकाचो पश् बशो बश् जशन्तस्य स्तोः इति सूत्रेण त्रि फोर् बिकम्स् फोर् फोर् तदनन्तरं धात्वान्ते ग स्थाने तृतीय आदेशः भवति जलं जश् जशि इत्यनेन सूत्रेण जश्व सन्ति. अत्र दुः योगः द्वे अस्ति. दादे धातोर् गः इत्यनेन हकारस्थाने गकारादेशः भवति. दुः योगः द्वे अत्र एकाचो बशो पश् जशन्तस्य स्तोः इति सूत्रेण दुः त्री फोर् सद् अस्ति. दुग् दुग् इति भवति. दुग् योगः द्वे भवति. तदनन्तरं जलं दृशन्ते इति अनेन दुग् योगः द्वे दुग् द्वे. सम्यक् महोदय. ध्वनिः अस्ति महोदय. विद्या भगिनी सह एव आगच्छति भगिनी. विद्या भगिनी सङ्कणक इदानीम् अस्तु. तर्हि द्वे प्रत्यये परे पुनः दादेव धातुर्कः इत्यनेन घकारः भवति. तदनन्तरं द्वे प्रत्यये परे अस्मै पठितं खलु एकाचो बशो बश् दिशन्तस्य स्तुवोः. सकारादिप्रत्यये परे ध्व ध्व शब्दपरे अथवा पदान्ते किं भवति? दोग् सि. अत्र त्रि फोर् तस्य फोर् फोर् भवति. दकारस्य धकारः भवति धोग् सि. इदानीमपि प्रथमं तया इदानीमपि किं भवति? दो भो दुग् दुग् भवति. तत्र क्षम्यतां कुत्र अस्ति? हा दुग् द्वे. तत्र दुग् योगः द्वे धुग् योगः द्वे जलां जष्टित्रेण धुक् द्वे धुग् धुक् इति. तर्हि पश्यतु दादेर् धातुर्घः इत्यनेन प्रथम हकारस्थाने घकार भवति. घकारजिषन्धः अस्ति. तस्या अनन्तरं तकारथकार अस्ति चेत् तकारथकारयोः स्थाने धकार भवति. तस्य अनन्तरं सकारः अस्ति चेत् दकार दुहधातु प्रथमधकारः यत् अस्ति तस्य स्थाने धकार भवति. द्वे प्रत्ययपरे अस्ति चेत् दकारस्थाने धकारः भवति. धि अस्ति चेत् किमपि न भवति. अस्तु, तथैव अग्रे लङि अधोः योगः त मन्दरं समापयतु. लङि आम् लङि अधोः योगः त. हल् परतः अपृक्तसंज्ञकप्रत्ययस्य लोपः. अधोः योगः अधोग् भवति. तकारस्य लोपः भवति. हल् ज्ञाभ्यो दीर्घा सुतिसप्तुक्तं हल् हल्न्याभ्यो दीर्घा सुतिसप्तुक्तं हल् इत्यनेन तकारलोपो भवति. दो अधोः इदानीम् अधोः तत्र दादेर् धातुर्गः पदान्त अस्ति. अतः हकार भवति वा? पद अतः हकारः भवति अधोग. तदनन्तरं एकाचो बशो बश् जशन्तस्य स्तोः कुत कथम् एतत् सूत्रम् अत्र कार्यं करोति? आ अस्ति खलु. त्री फोर् अस्ति. प्रथमवर्ण आ अस्ति. अकारः अस्ति. न प्रथमवर्ण त्रि अस्ति इति न. तत्र अंशः भवेत् धातुमध्ये यत्र नाम एका च प्रथमवर्णदकार इति न. धातुमध्ये एका च भागः भवेत् यस्य प्रथमवर्णः बष् अस्ति, अन्तिमवर्ण झष् अस्ति. तर्हि अधोग् मध्ये दोग् इति भागः अस्ति खलु, एका च भागः. तस्य प्रथमवर्णः बष् अस्ति, अन्तिमवर्ण झष् अस्ति. तत् अतः सूत्रस्य प्रसक्तिः अत्रापि भवति. एकाच भागः भवेत् पुनः दकार अकार अपि अच् एकाच् नास्ति महोदय अकार अपि ओकार अस्ति अहं वदामि सम्पूर्णः एकाचः भवेत् इति न इति पूर्वमुक्तम् अत्र एकाच भागः भवेत् तस्य प्रथमवर्णः बश् अन्तिमवर्णः झश् तर्हि अधोघ् मध्ये दोघ् इति भागः यदस्ति सः भागः एकाच् अस्ति तस्य प्रथमवर्णः बश् अन्तिमवर्णः झश् अस्ति अतः सूत्रं कार्यं करोति परन्तु आकारः अस्ति महोदय एकाच नास्ति तत् अधोघ् भवति तद् अधागमः तत्र सम्पूर्ण एकाच भवेत् इति न तत्र एकाच भागः भवेत् अवयवः भागः अस्तु अस्तु भागः दोघ् इति भागः अस्ति खलु दोघ् इति भागः अस्ति न वा अस्ति तस्य प्रथमवर्णः बष् अस्ति न वा द्वितीयवर्णः अस्ति न वा पदार्थः अस्ति न वा सूत्रस्य निमित्तं किम् एकाच भागः तस्य एकाच भागस्य प्रथमवर्णः बष् अन्तिमवर्णः झष् तत् पदान्ते भवेत् अथवा तस्यानन्तरं सकारादिप्रत्ययः भवेत् अथवा ध्व इति सर्वमस्ति चेत् सूत्रं कार्यं तर्हि अग्रे सूत्रे सूत्राणि सन्ति अस्माभिः अस्माकं पृष्ठानि सूत्राणि सन्ति अतः पुनः न पठामः दशस्ततोर्दोदः वयं जानीमः एकाचो बशोगस् जानीमः अतः रूपाणि कुर्मः अस्तु अग्रे इदानीं परस्मैपदे रूपाणि कुर्मः कः अस्ति इदानीं मीना महोदय करोतु परस्मैपदी दुह धातु लट् लकार अस्ति वा मीना महोदय महोदय क्षम्यतां दुह् दुःखयोगः ति प्रथमं पुगन्तलघुपदस्य सूत्रेण दोहयोगः ति तत्र दादेर्धातोर् गः गः दादेर्धातो गः दुःखयोगः ति प्रथमं पुगन्तलघुपदस्य सूत्रेण दोहयोगः ति तदनन्तरं दादेर्धातोगः इति सूत्रेण दो हकारस्य हकारस्य घकारः भवति हकारस्य घकारः भवति दोघ् योगः ति तत्र तत्र जशस्ततो ततो दो अधः जशस् अतः इति सूत्रेण पुगन्तलघुपदस्य च इति सूत्रेण दोः योगः ति अग्रे प्रथमकार्यं तदनन्तरं दादेर्धातोगः इत्यनेन किं भवति हकारस्य घकारः भवति इति चिन्तयामि अग्रे दोग् योगः ति तदनन्तरं जशस्ततोर्दो अधः जशस्ततोर्दो अधः इति सूत्रे तत्र ति स्थाने धि भवति दोघ् योगः धि तदनन्तरं जलां झष् झषि इति सूत्रे दोग्धि दोग्धि दुग् दुग् दुःख तः तत्र तत्रापि दादे धातोः भवति वा दुग्धः तदनन्तरं जलां जष्टस् दुग्धः किं दादे धातोर्गः इति भवति तेन किं भवति दुग्ध योगः तः खलु इदानीं किम् दुग्धयोगः सः दुग्धयोगः दुःख दुग्धयोगः सः तदनन्तरं किं तदनन्तरं जशस्ततो जशस्ततो रद दुग्धयोगः दुग्धयोगः सः तदनन्तरं जलां जष्टसि दुग्धः किं भवति जष्टो भवति दुग्धः दुग्धः सत्यं दुहन्ति दुहन्ति किमपि न न भवति तत्र दुहन्ति दुःखयोगः सी तत्र पित्वं भवति तत् तस्मात् पुहन्तलघुपथस्य सूत्रेण दोहयोगः सि प्रथमं तदनन्तरं हकारस्य घकारः भवति दादेर्धातो घः इति सूत्रेण दोघ् योगः सि तत्र एव भगिनी उक्तवती एकाचो बशो बश् त्री फोर् त्री दोघयोगः सि दादेर्धातोगः तदनन्तरम् एकाचो बशो बस्त्री तत्र एव एकाचो बशो बस् जषन्तस्य द्वोः द्वोः सकार द्वे तका द्वे द्वोः वा तत्र अत्र दकारस्य धका बश् बश् अस्ति दकारः बश् अस्ति बश्व प्रत्याहारे अस्ति तत्र बश् भवति सो धोग् योगः सि धोग् योगः देन् आदेशप्रत्ययोः इति सूत्रेण धोग्योगः षि करीचे इति सूत्रेण धोक्षी भवति सत्यं धोक्ष अग्रे अग्रे दोह् दो दोग्धि दुग्धः दुहन्ति दोक्षी उक्तं दुग्धः समान एव दुःख दुःखतः समान एव दुःखतः दुग्धः दुग्धः दुग्धः समानमेव समानप्रक्रिया इति चिन्तयामि देन् दोः दुःख मि पित्पित्वं दोः मि दोः मि देन् दुःख वः दुःवः दुःखः अत्र दादे धातृत्वकार्यं न करोति वा अत्र दादेर्धातो दादेर्धातो दादेर्धातो हः गः झलिपदस्य च अन्ते च तत्र कुत्र महोदय कुत्र दादेर्धातुर्गः दादेर्धातो गः अत्र तत्र न भवति जल् जल् जल् नास्ति तस्मात् जलिपरे एव भोक्षि दुग्धः दुग्ध दोह्मि दुह्वः दुह्मः सर्वे आगच्छन्ति खलु अस्तु इदानीम् अग्रे सुवर्णमहोदय करोति वा लोट् लकार अहं पठामि अहं पठामि भवती पठ करोति वा करोतु लोट् लकार लोट् लकार न श्रूयते महोदय सुवर्णमहोदय I can't find where it is. अस्तु शृणोतु भवती अत्र लोट् लकारप्रत्ययः प्रत्ययान् जानाति वा लोट् लकार जानामि अहं व्याकरणं सम्यक् न जानामि प्रयत्नं करोतु सूत्राणि आगच्छति वा शृणोमि अण्ड् स्लोलि ऐ विल् भवती प्रयत्नं न करोति चेत् कथं कर्तुं शक्नोति प्रयत्नं करणीयं खलु प्रयत्नः प्रयत्नं प्रयत्नः करणीयः खलु सन्धिसूत्राणि अस्माभिः दादिगणस्य पाठात् पूर्वं सन्धि सन्धिविषये तस्य मुद्रणानि शृणोतु कृपया यतोहि हल्सन्धिं विना किमपि भवती न कर्तुं सन्धि मुख्यविषयः अस्ति अत्र अतः हल्सन्धिपाठाः सन्ति चत्वारः पाठाः सन्ति तान् पाठान् अपि च तेषां ध्वनिमुद्रणानि शृणोतु प्रश्नाः सन्ति चेत् पृच्छतु तदनन्तरमेव अदादिगणस्य हल्हलन्तधातुः इति यः पाठः अस्ति इदानीम् अस्माकं पाठः अस्ति तदनन्तरमेव भवती पठितुं अन्यथा न कर्तुं शक्नोति अस्तु तर्हि हल्सन्धेः पाठान् अहम् इदानीं श्रूयते महोदय अहं दूरवाण्यां मध्ये अस्मि अहं पठामि वा कुत्र धातु परस्मैपदी लोटि वा किं जि रूपाणि करोतु लोट् लकार लोट् लकार दुह् धातु अत्र दुह् इति अस्ति अनन्तरं लोट् एव तू तात् खलु तू तात् तामन्तु हीतात् तंत आनी आव आम खलु जि तत्र लोट् एकनिमिषः क्षम्यता अत्र दुःख इति दुःख इति धातुः अस्ति परम् अत्र दुः इति ईगन्तमस्ति, ईगन्तं न श्रूयते वा? ईगन्तमस्ति, इदानीं श्रूयते खलु? न न, दुः इति धातुः अत्र पुगन्तव्यपदस्य इति सूत्रेण ओकारः भवति दोः इति खलु जि. अनन्तरं दुःख अकारस्य स्थाने अकारस्य स्थाने गकारः किम् अस्ति अत्र? दादे अकारस्य दादेर् दातोर् गः इति सूत्रेण तत्र तत्र हकारस्य स्थाने चतुर्थवर्णः गकारः आगच्छति, पर अनन्तरं बशो बश इति कार्यं करोति, तत्र तृतीयवर्णः भवति वा जि? प्रथमं प्रथमं प्रथमं दादेर् धातोर्गः इति सूत्रेण प्रथमं दुग् इति दुः इति भवति, तत्र जषस्ततोर्धः इति सूत्रेण तत्र एकनिमेषं दुहयोगः तु अस्ति, प्रथमं पुगन्तलघुपदस्य चेत् दोहयोगः तु भवति, तदनन्तरं यथा भवत्या उक्तं दादेर् धातुः इत्यनेन हकारस्थाने किं भवति? घकारः भवति. तर्हि चतुर् योगः तु अग्रे दादेर् धातोर् गः इति सूत्रेण चतुर्थवर्णः भवति खलु जि? अनन्तरं तत्र एकनिमिषं जि, अनन्तरं तत्र कथं तत्र भवत्याः ध्वनिः सम्यक् न आगच्छति? आम्, अहं सम्यक् न अवगतं तत्र, किञ्चित् वर्गे न भवती जानाति अत्र अस्माभिः पठितानि सूत्राणि भोग प्रथमं पुगन्तलघुपदसि इति सूत्रेण तत्र दो भवति उकारस्य स्थाने ओकारः भवति, अनन्तरं तत्र हकारस्य स्थाने हकारस्य स्थाने एव दादेर् धातोर्गः इति सूत्रेण गकारः भवति, चतुर्थवर्णः भवति. अनन्तरम् अग्रे जलां जश् जशि इति सूत्रेण चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति वा? बश बश् दोग्दु इति दोग्दु दुग् दोग्दु सूत्रं किम् एकाचो बशो बश् इति सूत्रं कार्यं करोति वा? एकाचो बशो बश् सूत्रस्य निमित्तानि कानि? तत्र दादेर् धातोर्गः इति सूत्रेण हकारस्य स्थाने गकारः भवति, अनन्तरं तत्र जलं झषि इति सूत्रे एव तृतीयवर्णः भवति खलु? जलां झषि कृते अग्रे तृतीयवर्णः चतुर्थवर्णः भवेत् खलु? तकारः झष् वर्णः अस्ति वा? वर्णस्य स्थाने तृतीयवर्णः जलं जस् जशि इति सूत्रेण एव तत्र गकारगति लां झस् झषि कथं कार्यं करोति अत्र तु इति ककार इति झष् वर्णः अस्ति वा जि किं भवत्याः ध्वनिः सम्यक् नास्ति महोदय न भवति इदानीं श्रूयते वा आम् इदानीं श्रूयते वा जि इदानीं श्रूयते खलु अत्र किं भविष्यति इति तत्र किञ्चित् क्लेशः एव अस्ति अत्र किमर्थम् अत्र दोग् मध्ये अन्ते घकारः अस्ति झष् वर्णः अस्ति खलु घकारः चतुर्थवर्णः सः किं सूत्रं कार्यं करोति किञ्चित् अवगच्छति कोऽपि वक्तुं शक्यते चेत् वदतु जि अत्र किमपि अहं न सम्यक्तया श्रुतम् अत्र पाठकः किम् अस्ति जशस्तदोर्दोर्दः जशस्तदोर्दोर्दः इति सूत्रेण दकारस्य स्थाने जश् उत्तरस्य तकारयोगस्थाने चतुर्थवर्णः भवति दकारः भवति अनन्तरम् एव तत्र एकचो बशो बश् जशन्तस्य स्तुद्भोः इति सूत्रेण तत्र तृतीयवर्णस्य स्थाने चतुर्थवर्णः भवति इति तत्र पूर्वसूत्रमस्ति खलु किमपि अत्र मया न श्रुतम् अतः न अवगतं मया अत्र न श्रुतं खलु आवश्यकता नास्ति इदं सर्वमेव अस्ति सन्धिकार्याणि सन्ति यानि यानि भवत्या पूर्वमेव पठितानि नूतनं किमपि नास्ति अतः करोतु एका कोऽपि एतत् विषये कर्तुं चेत् करोति अत्र किञ्चित् क्लेशः अपि अस्ति मम दूरवाण्यामपि शनैः शनैः करोतु परन्तु करोतु भवति न करोति चेत् कदापि तु तात् इति अस्ति तत्र जशस्ततोर्दोर्दः इति सूत्रेण तत्र दकारः भूत्वा दोग्धु इति भवति अनन्तरं तत्र अपि तस्ति अतः गुणकार्यं नास्ति तात् इति मध्ये अतः तत्र श्रूयते वा जि एकनिमिषः तर्हि झषस्ततोर्दोधः इत्यनेन किं भवति चतुर्थ तृतीयवर्णस्य स्थाने चतुर्थवर्णः आगच्छति झषस्ततोर्दोधः सूत्रं किं करोति सूत्रस्य अर्थं तत्र जश् उत्तरस्य तकारयोः स्थाने चतुर्थदकारः आदेशः भवति इति तर्हि दोग् योगः तु तस्य भवति दोग् योगः धु इति भवति खलु अनन्तरं किम् इदानीं मया उक्तं खलु तत्र अनन्तरं दोग्धु इति भवति तावदेव जलां दस्तसि मया एतदपि उक्तं भवान् न स्वीकृतं खलु जलां झष् झषि जलां झषन्ते वा भवत्याः पूर्वम् एकाशो बशो बश् इति उक्तं एका च बशोबश कार्यं करोति न वा इति प्रथमतया वदतु। मया न अवगतं जि, एतत् न मया न पठितम् अतः न अवगतम्। एकासु बशोबश इति सूत्रं कार्यं करोति न वा? एकासु बश बश बश जशन्तस्य स्वोः इति सूत्रम् अत्र तृतीयवर्णस्य स्थाने चतुर्थवर्णः जश्वर्णः भवति अतः तत्र दकारः भवति। अनन्तरं तु तात् इति अस्ति अतः तत्र दोग्धु इति भवति। एतत् समीचीनं खलु? अत्र एकाचो बसव सूत्रं कार्यं न करोति, प्रकृतिः एव नास्ति। काले धातोर्गः, तदनन्तरं घटप्रथोर्धोदः, तदनन्तरं जलां जचति गोभ्रु। अग्रे तात् अत्र अपित् अस्ति, हलादि अपित् अस्ति, अतः तत्र गुणकार्यं किमपि नास्ति, अतः दुः एव भवति। परन्तु तत्र हकारस्य स्थाने दादे धातोर्गः इति सूत्रेण गकारः भूत्वा अनन्तरं तत्र जशस्ततोर्दः जशस्ततोर्दोर्दः इति सूत्रेण तत्र प्रथमवर्णस्य स्थाने चतुर्थवर्णः न तत्र दकारः चतुर्थवर्णः भवति खलु जि, अतः तत्र दुग्धात् इति भवति। समीचीनं वा? जलां जश् जशि इति सूत्रेण प्रथमं जशस्ततोर्दोर्दः इति सूत्रेण चतुर्थवर्णः भवति, अनन्तरं जलां जश् जशि इति सूत्रेण प्रथमं दादोर्दः इति दादेर् धातोर्गः इति सूत्रेण चतुर्थवर्णः भवति, अनन्तरं जलां जशन्ते इति सूत्रेण तृतीयवर्णः भवति, जशस्ततोर्दोर्दः इति सूत्रेण चतुर्थवर्णः भवति, अतः अन्तिमरूपम् तत्र न जलं जश् जशि इति सूत्रं कार्यं करोति। दुग्धात् इति अन्तिमरूपम्। अनन्तरं तादृशमेव तत्र तूतात् ताम् इति अस्ति, अत्र तादृशमेव दुग्धाम् इति भवति, दुग्धाम् इति भवति। तादृशमेव कार्यं तत्र अपित् अस्ति ताम् इति, अनन्तरं दुग्धाम् इति भवति। तत्रापि दादेर्धातोर्गः इति सूत्रेण गकारः भवति अहकारस्य स्थाने, अनन्तरं जशस्ततोर्दोर्दः इति सूत्रेण तास्थाने दा इति भवति चतुर्थवर्णः, अतः मिलित्वा दुग्धाम् इति भवति। किं जि? जलां जश् जशि अस्ति, एतत् अपि अत्र कार्यं करोति। अनन्तरं तूतात् ताम् अन्तु इति अस्ति, तत्र किमपि कार्यं नास्ति, तत्र दुः योगः अन्तु दुरन्तु इति भवति। अनन्तरं मध्यमपुरुषे एकवचने हि तात् हि स्थाने तत्र तत्र एक सूत्रमस्ति एतत् विषये तत्र हु जल्ब्यो हु प्रथमम् एतत् तत्र किम् अलादि अपित् अस्ति अतः गुणकार्यं नास्ति द्वि एव तिष्ठति अनन्तरं हास्थाने आस्थाने प्रथमं पठितवन्तः खलु एतत् अस्ति भवत्या हूजल्भ्यो हेर्दि इति सूत्रेण तृतीय चतुर्थ हकारस्य स्थाने दकारः भवति दुग्धि इव भवति अग्रे तात् इति अस्ति तादृशमेव दुग्धात् इति भवति दुग्धात् अग्रे जशस्ततोर् दोर् दः इति सूत्रेण दकारः भवति अन्ते जलां जश् जशि एतदपि तत्र कार्यं करोति खलु जि प्रथम अकारस्य स्थाने प्रथमं गकारः चतुर्थवर्णः भवति तत्र दादेर् दातोर् गः इति सूत्रेण खलु तदेव वदनीयम् अग्रे तदनन्तरं किं जलां जश् जलां जश् जशि इति भवति दुग्धात् इति भवति दुग्धि इति भवति दुह योगः हि तत्र पूजल्भ्यो हेर्दि इत्यनेन धि भवति दुहयोगः धि अवस्थाने घ भवति किं भवति अवस्थाने घ भूत्वा राधेधातोगः इत्यनेन दुग्धयोगः धि तदनन्तरं जलां जशि इत्यनेन ककारः भवति दुग्धि तथैव दुग्धात् दुग्धात् तदनन्तरं दुहयोगः तं दुग्धं द्वयोग दुग्ध सर्वत्र दादेर् धातोर्गः जशस्तथोर्धोदः जलां जशि तदनन्तरम् उत्तमपुरुषे किं भवति विजयमहोदय उत्तमपुरुषे किं भवति अहं वदन् अस्मि अस्तु तत्र उत्तमपुरुषे एकवचनम् आणि आव आम एतत् सर्वं पिति एव अतः तत्र गुणकार्यं भवति ओकारस्य स्थाने ओकारः भवति दोह् इति भवति अनन्तरं तत्र आणि इति अस्ति तत्र वर्णमेलनमेव दोहानि इति भवति तादृशमेव दोहाव दोहाम इति भवति दोग्धु दुग्धात् दुग्धां दुहन्तु दुग्धि दुग्धात् दुग्धं दुग्ध दोहानि दोहाव दोहाम अस्तु अग्रे कः अस्ति मदर् महोदय लङ् आम् आं महोदय दुह्योग तात् अस्ति प्रथमं लुङ् लङ् लुङ्षु अड् द्वात इति सूत्रेण अड् आगमः भवति अतः अदुक् योगः तकारः अस्ति तकारः अस्ति हुल् हल् हल् न्याम्ब्यो दीर्घास्तुति सप्रतम् हल् इति सूत्रेण तकारस्य लोपो भवति पित् अस्ति अतः अधोग् भवति अधोग् योग् अधोग् भवति अधोग् अधोग् भवति अधोग् तकार इति सूत्रेण तकारस्य लोपो भवति तदनन्तरं दादेर्धातोर्गः इति सूत्रेण हकारस्य स्थाने गकार आदेशः भवति अधोग् इति रूपम् अधोग् अथवा करीच अधोग् सम्यक् वा अधोग् रूपम् अधोग् अधुः योगः ताम् अस्ति हकारस्य स्थाने जलं दशन्ते इति सूत्रेण अधोक् पूर्वं किम् इदानीम् अधो भवत्या एव प्रश्नः पृष्टः खलु अधोक् इदानीं दोग् इति अस्ति तस्य प्रथमवर्णः बस् अस्ति अन्तिमे पदान्ते अस्ति अतः किं सूत्रम् ओ पदान्ते अस्ति आम् अतः एकाचो बशो बश् दशा दशन्तस्य सोः इति सूत्रम् तृतीय दकारः दकारः भवति अधोग् अधोग् चतुर्थ अधोग् इदानीं जलं दृशन्ते इति कार्यं करोति अधोग् जलं दृशन्ति अधोग् इति भवति तृतीयवर्णः तद् वावसाने इति सूत्रेण अधोक् इति भवति द्वौ रूपम् दुः योगः ताम् अस्ति दुः दादे दातो गः इति सूत्रेण हकारस्थाने गकार आदेशः भवति अधुग् योगः तां जशन् सतोर् दः इति सूत्रेण अधुः ताम् अधुः योगः तां जलं जशि इति सूत्रेण अधुक्ताम् अधुक्ताम् दुक्ताम् तदनन्तरम् अधुः योगः अन् अधुः अधुहन् अधुः योगः सकारः अस्ति अत्रापि अपृक्त अस्ति ततः हल्याभ्योदीर्घात् श्रुतिसपृक्तं हल्सूत्रेण सकारस्य लोपो भवति प्रथमे पुगन्तलघुपदस्य सूत्रेण अधोः योगः सकारः तदनन्तरमेव लोपो भवति सकारस्य लोपो भवति अधोः इति अधोः दादे धातो गः इति सूत्रेण गकारः अधोग् भवति अधोग् इदानीम् एकाचो बशो बश् जशन्तस्य स्तोः इति सूत्रेण चतुर्थ दकारः अधोग् इति भवति तदनन्तरं जलं जशोन्तस्य इति सूत्रेण अधोग् तृतीयककार आगच्छति अधोग् वा अधोग् वावसाने इति सूत्रेण अधोग् इति भवति सम्यक् वा सम्यक् अधुग् योगः तम् अस्ति अत्रापि दादे धातो गः इति सूत्रेण दुग् योगः तं तदनन्तरं जलं जशस्ततो दः इति सूत्रेण तकारस्य दकारः दुग् अदुग्योगः दम् अस्ति. तदनन्तरं जलं जस् दशि इति सूत्रे अदुग् योगः दम् अदुग्धम् अदुग् अदुग्ध अदुग्ध. तदनन्तरं अदुग्योगः अम् अस्ति भोगन्तलघुपदस्य च इति सूत्रेण अधोग्योगः अधोहम् अधोहम् अधो अधुः योगः वा अधुः वा अधुम अत्र जल्वर्णः नास्ति महोदय वा. अधोग् अधुहन् अधोग् अथवा अधोग् अदुग्धम् अदुग्ध अधोहम् अधोव अधुम. तदनन्तरं किमस्ति विधिलिङ्ग्. विधिलिङ्गे तु किमपि नास्ति. किमर्थं नास्ति? किमपि कार्यं नास्ति तत्र. किं भवति? हलो दुह्यात् दुह्यात् दुह्यात् तां दुह्युः दुह्याः दुह्यातां दुह्यात् दुह्यायां दुह्याव दुह्याम. अस्तु तर्हि परस्मैपदलकारः समाप्तः. परस्मैपदसमाप्तः. अग्रे आत्मनेपदमस्ति. तर्हि अग्रिमवर्गे कुर्मः करिष्यामः. परन्तु सर्वे एकवारं पुनः पठतु. बहूनां जनानां मनसि अहं चिन्तयामि संशयः अस्ति. वस्तुतः किमपि नूतनं नास्ति. सन्धिकार्यम् एव अस्ति. तथापि जनाः भ्रमन्ति. अतः सर्वे एकवारं पुनः पठन्तु. तदनन्तरम् आत्मनेपदेः रूपाणि पुनः करोतु. आत्मनेपदस्य रूपाणि एकवारं गृहाभ्यासरूपेण कुर्वन्तु सर्वे. अग्रिमरविवासरे वयं रूपाणि करिष्यामः. तदनन्तरम् अग्रे गमिष्यामः. परन्तु सर्वे कृपया सन्धिकार्याणि पठन्तु. यतोहि सन्धिकार्यमेव मुख्यमस्ति अत्र. वस्तुतः किमपि नूतनं नास्ति यदा अत्र उपधातुमध्ये. उपन्तलघुवदस्य तदनन्तरं सन्धिकार्याणि एव सन्ति. सन्धिकार्याणि अस्माभिः पठितानि. अतः पुनः करोतु. अभ्यासं करोतु. कृपया अभ्यासं करोतु. अस्तु तर्हि बहूनि सूत्रं सूत्राणि सन्ति महोदय. अतः स्मरणं बहूनि सूत्राणि सन्ति. अतः भ्रमः जातः. स्मर्तुं न शक्यं न शक्यम् परन्तु अस्माभिः पठितं खलु. अकारान्तम् अस्ति चेत् कानि कार्याणि भवन्ति? होढः अस्ति, दादेधातुर्गः अस्ति इति स्थूलरूपेण तु मनसि भवेत् खलु. कार्यं किमस्ति, कार्यं किमस्ति इति मनसि भवतु, मनसि भवेत्. सूत्राणि सूत्रं किमस्ति इति नास्ति चेदपि अहम् अवगच्छामि. परन्तु कार्यं किं भवति? ओ, अकारः अन्ते अस्ति चेत् किं कार्यं भवति? अकारः अन्ते अस्ति चेत् परन्तु पूर्वम् अकारः किं कार्यं भवति? अनन्तरम् एका च बसोबस् किम् अस्ति इति अस्माभिः पूर्वमपि अभ्यासः कृतः खलु. अतः पुनः करणीयः. सन्धि यतोहि किम् अस्ति, हविसन्धिविषयः सर्वत्र भवति. केवलम् अदादिगणिना मुख्यविषयः अस्ति. वारं अभ्यासः अपेक्षितः. करोतु एकवारं गृहाभ्यासरूपेण करोतु. दुहधातोः आत्मनेपदीरूपाणि अपि गृहाभ्यासरूपेण कुर्वन्ति. अग्रिमरविवासरे वयं पुनः करिष्यामः. आं महोदय. नास्ति परन्तु अपि आम्. धन्यवादः. नमस्कारः. शुभरात्रिः. धन्यवादः गुरुजी. पुनर्मिलामः.